पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 43 सुकलोवाच एवं ते शूकरा सर्वे युद्धाय समुपस्थिताः पुरस्थितस्य ते राज्ञो ह्यवतस्तुश्च लुब्धकाः महावराहो राजेन्द्र गिरिसानुं समाश्रितः महदा यूथभावेन व्यूहं कृत्वा प्रतिष्ठति कपिलस्थूलपिनाङ्गो महादंष्ट्रो महामुखः दुःसहशूकरो राजन् गर्जते चादिभैरवं तानपश्यन्महाराजशालतालवनाश्रयान् तेषां तद्वचनं श्रुत्वा मनुपुत्रः प्रतापवान् गृह्यतां शूरवाराहो विद्यतां बलदर्पितः एव मा भाष्यतान् वीरो मनुपुत्रः प्रतापवान् अथ ते लुब्धकाः सर्वे मृगया मदमोहिताः संनद्धा दंशिताः सर्वे स्वभिः सार्धं प्रजग्मिरे हर्षेण महदा विष्ठो राजराजो महाबलः अश्वायूढः सुसैन्येन चतुरङ्गेण संयदः गङ्गातीरं समायादो मेलौ गिरिवरोत्तमे रत्नधातुसमाकीर्णे नानावृक्षैरलङ्कृते सुकलोवाच यो बलधाम मरीचिचयकरनिकरमयप्रोत्तुङ्गोऽत्युच्चं गगनमेव सम्प्राप्तो नाना नगाचरित शोभो गिरिराजो भागी योजन बहलविमल समुच्चरतीर वीजीतरङ्गभङ्गैर्मुक्ताफलसदृशैर्निर्मलाम्बुकणैः सर्वत्र प्रक्षालितधवलतलशिलातलो गिरीन्द्र सुश्रियायुक्तः देवैश्चारणकिन्नरैः परिवृतो गन्धर्वविद्याधरैः सिद्धैरप्सरसाङ्गणैर्मुनिजनैर्नागेन्द्रविद्याधरैः श्रीखण्डैर्बहुचन्दनैः स सरलैश्चालैस्तमालैर्गिरिरुद्राक्षैर्वरसिद्धिदायकखनैः कल्पद्रुमैः शोभते नानाधातुविचित्रो वै नानारत्नविचित्रितैः विमानैः काञ्चनैर्दण्डैः कलत्रैरुपशोभते नालिकेरवनैर्दिव्यैः पूगवृक्षैर्विराजते दिव्यपुन्नागबकुलैः कदलीखण्डमण्डितैः पुष्पकैश्चम्पकैरद्रिपाटलैकेतकैस्तथा नानावल्लीविधानैश्च पुष्पिधैः पद्मकैस्तथा नानावर्णैः सुपुष्पैश्च नानावृक्षरलङ्कृतः दिव्यवृक्षैः समाकीर्णस्फाटिकस्य शिलातलैः योगियोगीन्द्रसंसिद्धैः कन्दरान्तर्निवासिभिः निर्चरैश्चैव रम्यैश्च बहुप्रस्रवणैर्गिरिः नदीप्रवाहसंह्रष्टैः सङ्गमैरुपशोभते ह्रदैश्च पल्वलैः कुण्डैर्निर्मलोदकधारिभिः गिरिराजो विभात्येकसानुभिः सह संस्थितैः शरभैश्चैव शार्दूलैर्मृगयूथैरलङ्कृतः महामत्तैश्च मादङ्गैर्महिषैरुरुभिः सदा अनेकैर्दिव्यभावैश्च गिरिराजो विभाति सः अयोध्याधिपतिर्वीर इक्ष्वाकुर्मनुनन्दनः तया सुभार्यया युक्तश्चतुरङ्गबलेन च पुरदो लुब्धकायान्ति शूराश्वानश्च शीघ्रगाः यत्रास्ते शूकरशूरो भार्यया सहितो बली बहुभिः शूकरैर्गुप्तो गुरुभिः शिशुभिस्ततः मेरुभूमिं समाश्रित्य गङ्गातीरं समन्तदः सुकलो वाच तामुवाच वराहस्तु सुप्रियां हर्षसंयुधः प्रिये पश्य समायादक् कोशलाधिपतिर्बली मामुद्दिश्य महाप्राज्ञो मृगयां क्रीडते नृपः युद्धमेव करिष्यामि सुरासुरप्रकर्षकम् अध भूपो महातेजा बाणपाणिर्धनुर्धरः सुदेवां सत्यधर्माङ्गीं तामुवाच प्रकर्षितः पश्य प्रिये महाकोलं गर्जमानं महाबलं परिवारसमायुक्तं दुःसहं मृगखादिभिः अद्यैवाहं हनिष्यामि सुबाणैर्निषेतैः प्रिये मामेव हि महाशूरो युद्धाय समुपाश्रयेद एवमुक्त्वा प्रियो भार्यां लुब्धकान्वाक्यमब्रवीद यथा शूरो महाशूराः प्रेषयध्वं हि शूकरम् अथ ते प्रेषिताशूरा बलतेजःपराक्रमाः गर्जमाना प्रधावन्ति बलतेजः पराक्रमाः कोलं प्रतिगदा सर्वे वायुवेगेन साम्प्रतं विन्ध्यन्ति बाणजालैस्ते निशितैर्वनचारकाः नानाशस्त्रैरथास्त्रैश्च वाराहं वीररूपिणं सुकलो वाच पदन्ति बाणतोमरा विमुक्ता लुब्धकैशरा घनागिरिं प्रवर्षिणो यथा तथा धरान्तरे हदो दृढप्रखराभिः स निर्जितस्तदस्तथा शतैस्तु यूतपालकः स कोलः सङ्गरं गदः स्वपुत्रपौत्रबान्धवैः परांश्च संहरेत् स वै पतन्ति ते स्वदंष्ट्रया हदा हवेव लुब्धकाः पतन्ति पादहस्तकासिदस्य वेगभ्रामणै सलुब्ध गर्ज मे वेदं वराहो पश्यदागतम् स्वतेजसा विनाशितं मुखाग्रदंष्ट्रया हतम् गदः स यत्र भूपते स वाञ्छतेन सङ्गरम् इक्ष्वागुनाथं सुमहत्प्रसह्य संत्रास्य क्रुद्धः स हि शूकरेशः युद्धं वने वाञ्छति तेन सार्धमिक्ष्वागुणा सङ्गरहर्षयुक्तः वाराह पुनरेव युद्धकुशलसंवाञ्छदे स संगरं तुण्डाङ्ग्रेण सुतीक्ष्ण दन्तनखरैक्रुद्धो धरां शोभयन् पुङ्गारोच्चार गर्वात् प्रहरदि विमलं भूपदिं तं च राजञ्ज्ञात्वा विष्णुपराक्रमं मनुसुतस्त्वानन्दरोमाञ्चितः दृष्ट्वा शूकरपौरुषं यमतुलं मेने पदिर्वावराण् देवारिं मनसा विचिन्त्य सहसा वाराहरूपेण वै सम्प्रेक्ष्यैव महाबलं बहुतरं युक्तं त्वरेर्वारणं सैन्यं कोलविनाशनाय सहसा सङ्गृह्य सङ्गृह्यताम् प्रेषिताश्च वारणारथाश्च वेगवत्तरा सुबाण खड्गधारिणो भुशुण्डिभिश्च मुद्गरैः सपाशपाणिलुब्धपानदन्दि तत्र तत्परा निवारितो न तिष्ठतो हयागजाश्च यद्गताः क्वचित् क्वचिन्न दृश्यते क्वचित् क्वचित् प्रदृश्यते क्वचित् भयं प्रदर्शयेत् क्वचित् धयान् प्रमर्दयेत् मर्दयित्वा भटान् वीरान् वाराहो रणदुर्जयः शब्दं चकारदुर्धर्षं प्रोधारुण विलोचनः कोशलाधिपतिर्वीरस्तं दृष्ट्वा रणदुर्जयं युध्यमानं महाकायं मुञ्जदं मेघवत्स्वनम् गर्जति समरं विचरदि विलसदि वीरान् स्वतेजसाधीरः तडिदिव मुखेषु दंष्ट्रा तस्य विभात्युल्लसत्येव मनुपुत्रस्तथा दृष्ट्वा कोलं च निशितैः शरैः प्रतिभिन्न मेकैकं शस्त्राहदं च बन्धुभिः नरपतिरुवाच सैन्या किमिहन गृह्णन्तु ओजसा शूराः युयुध्वं तद निशितैर्बाणैः तीक्ष्णैरनेनापि समाकर्ण्य ततो वाक्यं क्रुद्धस्यापि महात्मनः तदस्ते सैनिका सर्वे युद्धाय समुपस्थिताः अनेकैर्भटसाहस्रैर्वनेतं समरे स्थितं दिक्षु सर्वासु संहत्य बिभिदुःशूकरं रणे विद्धश्च कैश्चित्तदा बाणजालैः सुयोधैश्च सङ्ग्रामभूमौ विशालैः क्वचिच्चक्रखादैः क्वचिद्वज्रपादैर्कदं दुर्जयं सङ्गरेतं महान्तैः तदपौरुषैः क्रोधयुक्तः स कोलः सुविच्छिद्य पाशान्रणे प्रस्थितः सः महाशूकरैः सार्धमेव प्रयादस्तदशोणितस्यापि धाराभिषिक्तः करोदिप्रहारं च तुण्डेन वीरहयानां द्वीपानां च चिच्छेदवीरः स्वदंष्ट्राग्रभागेन तीक्ष्णेन वीरान् पदातीन् हि सम्पादयेद्रोषभावैः जखानास्य शुण्डं गजस्याभिरुष्ठो भटान् कदान् पादनखैस्तु हृष्टः तदस्ते शूकराः सर्वे लुब्धकाश्च परस्परं युयुधुस्सङ्करं कृत्वा क्रोधारुणविलोचनाः लुब्धकैश्च हदा कोलैश्चापि सुलुब्धकाः निहताः पतिता भूमौ क्षतजेनापि सारुणाः जीवं त्यक्त्वा हदाकोलुब्धकाः पतितारणे मृताश्च शूकरास्तत्र श्वानप्राणांश्च तत्यजुः यत्र यत्र मृदा भूमौ पतिता मृगखादकाः बहवः शूकरा राज्ञा खड्गपादैर्निपातिताः कदि नष्टा कदा कोला भीता दुर्गेषु संस्थिताः कुञ्जेषु कन्दरान्तेषु गुहान्तेषु नृपोत्तम लुब्धकाश्च मृधा केजिञ्चिन्नाद्दंष्ट्राग्रसूकरैः प्राणांस्त्यक्त्वा गदा स्वर्गं कण्ठशो विदलीकृताः वागुरापाशजालाश्च कुडकाः पञ्जरास्तथा नाड्यश्च पतिता भूमौ यत्र तत्र समन्ददः एको दयितया सार्धं वाराः परितिष्ठति पौत्रकै पञ्च सप्तभिर्युद्धार्थं बलदर्पितः तमुवाच तदा कान्तं शूकरं शूकरी पुनः गच्छ कान्तमया सार्धमेभिस्तु बालकैः सह प्राकप्रीदो वराहस्तां विवस्तां सुप्रियामिति क्व गच्छामि प्रभग्नोऽहं स्थानं नास्ति महीतले मयि नष्टे महाभागे कोलयूथं विनङ्क्ष्यति द्वयोश्च सिंहयोर्मध्ये जलं पिबति शूकरः द्वयोः शूकरयोर्मध्ये सिंहो नैव पिबत्यवः एवं शूकरजातीषु दृश्यते बलमुत्तमं तदहं नाशयाम्येव यदा भग्नो व्रजाम्यहं जाने धर्मं महाभागे बहु श्रेयो विधायकं कस्माल्लोभाद्भयाद्वापि युध्यमानप्रणश्यति रणतीर्थं परित्यज्य सस्यात् पापी न संशयः निषिद्धं शस्त्रसंव्यूहं दृष्ट्वा हर्षं प्रगच्छति अवगाह्यामरीं सिन्धुं तीर्थपारं प्रगच्छति स यादि वैष्णवं लोकं पुरुषांश्च समुद्धरेद समायान्तं च तदहं कथं भग्नो व्रजामि वै योधनं शस्त्रसङ्कीर्णं प्रवीरानन्ददायकं दृष्ट्वा प्रयादि संहृष्टस्तस्य पुण्यफलं शृणु पदे पदे महस्नानं भागीरथ्या प्रजायते रणाद्भग्नो गृहं यादि यो लोभाच्च प्रिये शृणु मातृदोषं प्रकाशे दस्त्री जातः परिकथ्यते अत्र यज्ञाश्च तीर्थाश्च अत्र देवा महौजसः पश्यन्ति कौतुकं कान्ते मुनयत्सिद्धचारणाः त्रैलोक्यं वर्तते तत्र यत्र वीरप्रकाशनम् समरभग्नं प्रपश्यन्ति सर्वे त्रैलोक्यवासिनः शपन्ति निर्घृणं पापं प्रहसन्ति पुनः पुनः दुर्गतिं दर्शयेत्तस्य धर्मराजो न संशयः सम्मुखसमरे यूथे स्वशिरशोणितं पिबेद अश्वमेधफलं भुङ्क्ते इन्द्रलोकं प्रगच्छति यदा यजति सङ्ग्रामे शत्रूञ्चूरो वरानने तदा प्रभुं जदे लक्ष्मीं नानाभोगान्न संशयः यदा तत्र त्यजेत् प्राणान् सम्मुखसन्निराश्रयः स गच्छेत् परमं स्थानं देवकन्यां प्रभुं जदे एवं धर्मं विजानामि कथं भग्नो व्रजाम्यहम् अनेन समरे युद्धं करिष्ये नात्र संशयः मनोःपुत्रेण धीरेण राज्ञा इक्ष्वाकुणा सह डिम्भान् गृहीत्वा याहि त्वं सुखं जीववरानने तस्य श्रुत्वा वचः प्राहबद्धाहं तव बन्धनैः स्नेहमानरसाख्यैश्च रदिक्रीडनकैः प्रिय पुरतस्ते सुतैः सार्धं प्राणां त्यक्ष्यामि मानद एवमेदौ सुसम्भाष्य परस्परहितैषिणौ युद्धाय निश्चितौ भूत्वा समालोकयदोधिपून् कोशलाधिपतिं वीरं तमिक्ष्वाकुं महामतिम् यथैव मेघपरिगर्जते दिवि प्रावृत्सु कालेषु तडित्प्रकाशैः तथैव संगर्जति कान्तया समं समाह्वयेद्राजवरं कुराग्रैः तं गर्जमानं ददृशे महात्मा वाराहमेकं पुरुषार्थयुक्तं ससार अश्वस्य जवेन युक्तः ससम्मुखं तस्य नृवीरधीरः इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने सुकलाचरिते त्रयश्चत्वारिंशत्तमोऽध्यायः ॐ